नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। गतवर्गे वयं लट्लकारस्य रूपाणि दृष्टवन्तः। बहूनां क्रियापदानां लट्लकारस्य पठनमपि कृतवन्तः। अद्य तमेव विषयम् अग्रे नयेम, परन्तु आदौ किञ्चित् अभ्यासं कृत्वा। यथा प्रकारः, प्रथमं तु हेयमन्त्रः। विजयकुमार् महोदय, भवान् पठतु। अहम् अत्र दर्शयामि। दृश्यते किम्? किञ्चित् उच्चैः वदतु महोदय, न श्रूयते। नैव महोदय, क्षम्यतां महोदय, क्षम्यतां, न श्रूयते महोदय। भवतः ध्वनिः लघु एव अस्ति। अष्टो गुणा पुरुषं दीपयन्ति, अष्टो गुणा पुरुषं दीपयन्ति, प्रज्ञा च कौल्यं च दमं श्रुतं च, पराक्रमक्ष बहुभाषिता च, दानं यथाशक्ति कृतज्ञता च। अस्तु, अर्थः तु सर्वैः अवगम्यते इति मन्ये, तदर्थम् अहं न पृच्छामि इदानीम्। इदानीं किम् इत्युक्ते, महोदय भवान् एव वदतु। धावति इति धाव् धातोः प्रथमपुरुष एकवचनरूपम्, अन्यानि रूपाणि वदतु। सर्वनामपदेन सह वदतु कृपया। महोदय किञ्चित् न न श्रूयते महोदय। धावति, धावतः, धावतानां, पुनरेकवारं वदतु। धावति, धावतः, धावति, धावतः, धावन्ति, धावसि, धावतः, धावत्, धावथ, धावत, एण्ड् धावामि, धावावः, धावामः। उत्तमं, सर्वनामपदेन सह वदतु। यथा सः धावति, सः धावति, जस्ट् मिनिट्, जस्ट् मिनिट्। द्विवचने स धावति, तौ धावतः, ते धावन्ति। उत्तमम्, देन् त्वं धावतः, त्वं, त्वं धावसि, यूयं धावतः, यूयं धावत्, धावथ, धावत, देन् अहं धावामि, आवां, धावावः, वयं धावामः। उत्तमं, कविता भगिनी, कुप्यति, कुप्यति इति कुप् धातोः प्रथमपुरुषः एकवचनं। आं भगिनि, कुप्यति, कुप्यतः, कुप्यन्ति। सर्वनाम पदेन सह वदतु, सर्वनामपदेन सह। आं भगिनि, सः कुप्यत, सः कुप्यति, तौ कुप्यतः, ते कुप्यन्ति, त्वं त्वं कुप्यसि, युवां कुप्यतः, यूयं कुप्यथ, कुप्यथ, अहं कूपयामि, आवां कूपयावः, वयं कूपयामः। कुप्यामः इति वदनीयं, कु तत्र ह्रस्व अस्ति। उत्तमं धन्यवादः विजयथङ्की महोदय अस्ति किम् आं भगिनि हा महोदय अभिनन्दति इति अभि उपसर्गः पूर्व नन्धातोः प्रथमापुरुष एकवचनरूपं वदतु सर्वनामपदेन सह सा अभिनन्दति ते अभिनन्दतः ताः अभिनन्दन्ति त्वम् अभिनन्दसि युवाम् अभिनन्दथः यूयम् अभिनन्दथ अहम् अभिनन्दामि आवाम् अभिनन्दावः वयम् अभिनन्दामः उत्तमं तर्हि यत्र प्रथमपुरुष एकवचनस्य रूपं तत्र अन्ते ति अस्ति तेषां क्रियापदानाम् अन्ते अन्यानि वचनानि तः अन्ति सि थः थ आमि आवः आमः इति सन्ति इदानीम् अग्रे तत्र नवत्रिंशत्तमं पुटम् उद्घाटयन्तु गीतासोपानस्य आं भगिनि तर्हि प्रश्नः उदेति यत् सर्वेषां क्रियापदानां रूपाणि एवमेव अस्ति किम् इस् इट् दट् आल् द वर्ब्स् फालो द सेम् प्रिन्सिपल् नैव तत्र कानिचन क्रियापदानि सन्ति येषां रूपाणि भिन्नानि सन्ति तानि कानि इति पश्यामः इदानीं विजयथङ्की महोदय आरम्भं करोतु पठतु तत्र उच्चैः एवं पठतु महोदय क्षम्यताम् एवं पठतु एकवचनप्रयोगः द्विवचनप्रयोगः बहुवचनप्रयोगः एकस्य धातुः पठतु उच्चैः पठत जानीत च वर्तमानकाले जानीत इति शब्दस्य लकारः कः लोट् लकारः लोट् लकारः पठतु वर्तमानकाले विशेषक्रियापदानि एकवचनप्रयोगः यथा कः जानाति इदानीं द्विवचनं प्रयोगः जानाति इति ज्ञाधातोः द्विवचनं प्रयोगः वदतु कौ जानीतः कौ जानीतः बहुवचनं काः जानन्ति एवं ज्ञाधातोः ज्ञाधातोः प्रथमपुरुष रूपं पठतु इति कः जानाति कौ जानीतः काः जानन्ति इति ज्ञाधातोः प्रथमपुरुषस्य रूपाणि सन्ति अवगतम् आम् एवं पठतु कः जानाति कौ जानीतः पठतु के जानन्ति उत्तमं के जानन्ति अपि वक्तुं शक्नुमः उत्तमं तर्हि इदानीं पश्यन्तु जानाति अस्ति तर्हि रूपं द्विवचने जानातः न भवति अत्र अपवादः अस्ति There are exceptions because not all the T's become tahas, even the kim adav angam iti vadamaha tatra yat the beginning part or the main part of the dhatu so far what we were doing is we were taking kupyati and we were taking kupya and go on changing ti tah but here that does not happen for all the dhatus सो जानाति जानीतः जानन्ति अपि च किं कुर्मः इत्युक्ते अत्र तु केवलं प्रथमपुरुषस्य प्रथमपुरुषः दत्तः अस्ति, परन्तु वयं किञ्चित् मध्यमपुरुषः अपि च उत्तमपुरुषः अपि कुर्मः. अहमत्र शेर् करिष्यामि. महोदय, मम प्रस्तुतिः दृश्यते किम्? आं भगिनि. अत्र आत्मनेपदस्य अपि दत्तमस्ति, परन्तु तत् मास्तु. केवलं परस्मैपदस्य रूपाणि सर्वनामपदेन सह वदतु महोदय. सः जानाति, तौ जानीतः, ते जानन्ति. त्वं जानासि, युवां जानीथः, यूयं जानीथ. अहं जानामि, आवां जानीवः, वयं जानीमः. तर्हि तत्र द्विवचने प्रथमपुरुषस्य, मध्यमपुरुषस्य अपि च उत्तमपुरुषस्य रूपाणि किञ्चित् अभिन्नाः सन्ति. तत्र जानीतः, जानीथः, जानीवः, अपि च मध्यमपुरुषस्य बहुवचने जानीथ इति भवति, अपि च उत्तमपुरुषस्य जानीमः इति भवति. अस्तु महोदय, इदानीम् अग्रिमं करोतु. कृ धातोः तत्र पुस्तकतः पठतु. भवत्यौ क्रीणीतः. क्रीणी भवतः न, तत्र एषः आदौ प्रथमपुरुषस्य एकवचनं रूपं पठतु. अत्र अहं दर्शितवती, पठतु, ततः एव पठतु. करोति, कुरुतः. सः करोति, तौ कुरुतः, ते कुर्वन्ति. त्वं करोषि, युवां कुरुथः, यूयं कुरुथ. अहं करोमि, आवां कुर्वः, वयं कुर्मः. अत्र उत्तमपुरुषस्य रूपाणि अपि भिन्नाः एव सन्ति. क्षम्यतां महोदय. अस्तु, अग्रिमं करोतु. की धातुः पठतु, क्षम्यताम्. सः चिनोति, तौ चिनुतः, ते चिन्वन्ति. त्वं चिनोषि, युवां चिनुथः, यूयं चिनुथ. अहं चिनोमि, आवां चिन्वः, आवां चिनुवः. वयं चिन्मः, वयं चिनुमः. अर्थं वदतु. न जानाति. चूस् He chooses, they both choose, we choose, you both choose, you all choose, I choose, we both choose, we all choose. उत्तमं महोदय, धन्यवादः. धन्यवादः. विजयकुमार् महोदय, अग्रिमं करोतु. पठतु महोदय. महोदय नैव न न श्रूयते महोदय, किमर्थं न जाने. कविता भगिन्याः ध्वनिः तु जुहोति जुहोति. हा हा उत्तमं. धातुः तु हु अस्ति, हु धातु. सः सः जुहोति, तौ जुहोतः. हा जुहोतः, तौ जुहूतः, ते जुहूतिः. हा जुह्वति जुह्वति जुह्वति. देन् त्वं जुग् जुग्योषि. युवा जुग्यतः जुहूतः. ओके जुहूतः. यूयं जुहूत जुहूत जुहूत. देन् अहं जुहोमि, आवां जुहुवः, वयं जुहुमः. अर्थम् अर्थं जानाति किम्? इस् टु सेक्रिफैस्. सो हि सेक्रिफैस्, he sacrifices, they both sacrifice, etc. they all sacrifice. Okay. Agrimam karotu. Tatra prathama purusham arambham karotu mahoday. Prathamam purusham adarbham karotu. Okay. Pustakataha prathamam purusham arambham kartum shakyate. कः जानाति, का क्रीणाति, क्रीणाति जानाति तु विजयमहोदयेन कृतमेव. एषः क्रीणाति, एषा शक्नोति, मित्रं प्राप्नोति, दाता प्राप्नोति. नैव महोदय, महोदय क्रीधातोः क्रीधातोः रूपाणि एव वदतु. ओके ओके. एषः क्रीणाति, भवत्यो क्रीणीतः, एताः क्रीणान्ति. इदानीं मध्यमपुरुष अपि च उत्तमपुरुष. एषा क्रीणा क्रीणोति क्रीणाति क्रीणाति. एतो क्रीणातः क्रीणीतः. तदर्थं तदर्थमेव अहम् उक्तवती. अत्र क्रीणाति अस्ति, परन्तु द्विवचने क्रीणातः नास्ति, क्रीणीतः अस्ति. किमर्थं? तत् व्याकरणस्य यदा अभ्यासं कुर्मः तदा अवगम्यते. एषा एषा एते एताः किल, एषा एते एताः, एते क्रीणीतः, एताः क्रीणन्ति. तथा बहुवचन मध्यमपुरुष उच्चैः पठतु महोदय. अहं नी भवान् मध्यमपुरुष महोदय. यु अण्डर्स्टुड् रैट्? यु अण्डर्स्टुड् रैट्? अवगतं किल? You have understood, right? What I have done is, in the book only the prathama purusha is given, and that is fine. But if we learn only the prathama purusha, then what happens is madhyama purusha and uttama purusha, the the forms we will never understand until we reach that chapter, which I do not want to do now. So that when you are reading and when you are learning and doing other things, like whether it is shlokas or whether it is stories, that time you will understand why it is krinitaha and not krinathaha. Okay, that is the reason why I am doing all the forms. So that this concept is becomes clear, that's all. In the book only Prathama Purusha is given. I am putting on the screen both the Madhyama Purusha and the Uttama Purusha. The only difference is the Sarvanama Pada and the forms. Otherwise it is exactly okay. What we did last time. Saha Krinati Krinitaha Uttamam Te Krinati Te Krinanti Krinati Nasti Te Krinanti दृश्यते किल मम दृश्यते दृश्यते सॉरी देन त्वं त्वं क्रीणासि युवां क्रीणितः यूयं क्रीणितः अहं क्रीणामि आवां क्रीडिवः यूयं क्री वयं क्रीणीमः उत्तमम् इदानीम् अग्रिमं क्रीणीमः वयं क्रीणीमः इत्युक्ते किं वाट् इस् द मीनिङ्ग् आफ् दट् अर्थं वदतु वि आल् हा डु वाट् क्री क्रीणीमः वि आल् बाय् वि आल् बाय् क्री धातोः लट्लकार रूपं क्षम्यताम् इदानीम् अग्रिमं करोतु गृह्णाति सः गृह्णाति इट् विल् कम् सः गृह्णाति तौ गृह्णातः नैव नैव प्रथमपुरुषस्य एव वदतु पुस्तके यत् अस्ति प्रथमपुरुषस्य रूपं तदेव वदतु चिन्ता नास्ति अहम् अत्र स्थापितवती पठतु मित्रे गृह्णतः का गृह्णन्ति काः गृह्णन्ति तत्र काः गृह्णन्ति इत्युक्ते हू आल् बाय् सः गृह्णन्ति हा उच्चैः उच्चैः वदतु महोदय न श्रूयते सः गृह्णन्ति सः पश्यतु अत्र सः गृह्णति गृह्णाति ओ सः गृह्णाति तौ गृह्णीतः ते गृह्णन्ति देन् त्वं गृह्णासि युवां गृह्णीतः यूयं गृह्णितः अहं गृह्णामि आवां गृह्णीवः वयं गृह्णीमः उत्तमम् अर्थं वदतु ग्रह धातु गृह्णाति इस् टु होल्ड् टु क्याच् टु क्याच् वि आल् होल्ड् वि आल् होल्ड् उत्तमम् अग्रिमं करोतु शक्नोति हा शक्नोति सा एषा शक्नोति एतौ शक्नुतः भवति एषा एषा किं भवति द्विवचने एषा एते एते ओके एते शक्नोति सो एकनिमिष अत्र अत्र दोषः अस्ति एषा एतौ दे हेव् पुट् आफ् सः ओके नो प्राब्लम् बट् यू रीड् इट् एज़् दो इट् इस् एते एताः सः शक्नोति तौ शक्नुतः ते शक्नुवन्ति शक्नोति अत्र शक्नोषि अस्ति क्षम्यतां महोदय तत्र सि बिकम्स् षि बिकास् आफ् अ पाणिनि रूल् ओके सो शक्नोषि अस्ति तत्र शक्नोषि नास्ति शक्नोषि पश्यतु हा त्वं शक्नोषि युवां शक्नोतः यूयं शक्नुतः अहं शक्नोमि आवां शक्नुवः वयं शक्नुमः उत्तमं धन्यवादः महोदय तत्र कविता भगिनी आरम्भं करोतु प्राप्नोति सः प्राप्नोति सः प्राप्नोति तौ उच्चैः वदतु भगिनि सः प्राप्नोति न श्रूयते भगिनि न श्रूयते सः प्राप्नोति हा इदानीं पश्यतु अष्टाध्याय्याम् अष्टाध्याय्यां तत्र किं तत्र उपसर्गः न दृश्यते उपसर्गः न दृश्यते सो आन् अष्टाध्यायी यु केनाट् सी द प्रीफिक्स् ओके सो इफ् ऐ सर्च् फोर् प्राप्नोति विच् वि आल् डू वेन् वि आर् सर्चिङ्ग् फोर् फार्म्स् वैल् लर्निङ्ग् बिकास् initially when you are seeing all this you may think how to remember and you know you may be put off no it is true for everybody while learning it is difficult to remember the forms in fact if you don't use the form sometimes you cannot remember it if there are exceptions but that's fine because as you practice more and more you will learn okay so when you are searching on ashtadhyayam तत्र किं भवति इत्युक्ते तत्र उपसर्गः न दृश्यते यु केनाट् सी द प्रीफिक्स् सो इफ् यु सी द स्क्रीन् नौ वाट् यु केन् सी इस् द आप् धातु नाट् द प्राप् धातु बिकास् द उपसर्ग इस् प्र सो इफ् यु पुट् प्राप्नोति यु विल् नाट् फैण्ड् इट् वाट् यु विल् यु हेव् टु डू इस् यु हेव् टु नो द उपसर्गः रिमूव् द उपसर्गः एण्ड् द रिमेनिङ्ग् पोर्शन् यु हेव् टु चेक् बट् द फार्म्स् रिमेन् द सेम् So although prapnoti is not there over here, the form will be of apnoti itself, of all that, all of it, okay? So wherever there is apnoti, you just put prapnoti, okay? As idani, vadat. Saha prapnoti, saha prapnutaha. Saha prapnutaha bhavati kim? Tau, tau. उच्चैः उच्चैः वदतु हा तौ प्राप्नुतः ते प्राप्नुवन्ति त्वं त्वं प्राप्नुषि युवां प्राप्नुतः यूयं प्राप्नुतः अहं प्राप्नोमि आवां प्राप्नुवः वयं प्राप्नुमः अर्थं वदतु अर्थम् इस् टु हा टु रीच् टु ओब्टेन् टु रीच् टु ओब्टेन् गृहं प्राप्तं देट् आल्सो वि टेल् सो वेन् यु रीच् आल्सो यु यूस् द विवचनम् एण्ड् यु आल्सो यूस् प्राप्नोमि और् इफ् यु वाण्ट् टु यूस् द कर्मणि प्राप्तम् अस्तु अग्रिमं करोतु ददाति रोदिति ददाति ददाति अहम् आरम्भं करोतु तत्र प्रथमं सः सः ददाति तौ गट् इट् सः ददाति इदानीं दृश्यते दृश्यते सः ददाति तौ दत्तः ते ददति त्वं ददासि पूर्वं दत्तः युवां दत्तः यूयं दत्तः अहं ददामि आवां दद्धवः वयं दद्मः अर्थं वदतु टु गेट् नै ददामि अहं ददामि टु गिव् ऐ गिव् वि बोत् गिव् वि आल् गिव् उत्तमम् अग्रिमं शृणोति शु धातोः रूपाणि शृणोति स शृणोति तौ शृणुतः ते शृण्वन्ति त्वं शृण्वन्ति ते शृण्वन्ति त्वं शृणोषि यूवां शृणुतः यूयं शृणुत अहं शृणोमि आवां शृणुवः आवां शृण्वः वयं शृण्मः वयं शृणुमः शृणुमः अर्थं वदतु टु लिसन् यस् अग्रिमम् रुद् धातोः रूपाणि पठतु सः रोदिति तौ रुदितः ते रुदन्ति त्वं रोदिषि युवां रुदितः यूयं रुदितः अहं रोदिमि आवां रुदिवः वयं रुदिमः उत्तमं वद क्षम्यताम् अर्थं वदतु टु क्रै टु वीप् यस् आम् सत्यं धन्यवादः भगिनि विजयतङ्की महोदय अन्तिमं भवान् करोतु आं भगिनि पठतु बध्नितः ओहो क्षम्यताम् अत्र रुद्ध एव दृश्यते क्षम्यताम् किमपि अभवत् अत्र? हा, इदानीं दृश्यते बध्नाति बन्धधातुः, बन्धधातुः पश्यतु तत्र धातौ बन्ध अस्ति, न अस्ति तत्र नकारः, परन्तु रूपे तु नास्ति। पठतु। तत् बध्नाति। उत्तमं। ते बध्नितः, तानि बध्नन्ति, त्वं बध्नासि, युवां बध्नितः, यूयं बध्नितः, अहं बध्नामि, आवां बध्नीवः, वयं बध्नीमः। अर्थम्? अर्थं जानाति किम्? बन्ध, हा, टु टाय, टु टाय, ओके, हा, टु टाय, टु टु गेट् कॉट लाइक दैट। अस्तु, तर्हि अवगतं किल? सो दीज आर द एक्सेप्शन्स् एण्ड देर आर मेनी मोर एक्सेप्शन्स् टु एज़ वी कम अक्रॉस देम वी विल। नौ एकं कार्यं कुर्मः, इदानीं पुस्तकतः एव पठामः। पठतु महोदय। बहुवचनप्रयोगः यथा का जानन्ति, भवन्तः कुर्वन्ति, ते चिन्वन्ति, होतारः जुह्वति, एताः क्रीणन्ति, एताः क्रीणन्ति, भवत्यः शक्नुवन्ति, एते प्राप्नुवन्ति, दातारः ददति, काः गृह्णन्ति, मित्राणि शृण्वन्ति, के रुदन्ति, एते बध्नन्ति। अर्थं वदतु सर्वेषां रूपाणां। काः जानन्ति? Who knows? Who all know? भवन्तः कुर्वन्ति, यू डू, यू किमर्थं? भवन्तः कुर्वन्ति वचनं किम्? यू ऑल डू, सॉरी, दे ऑल, यू ऑल ऑल्सो, यू, या, यू कैन से यू ऑल, करेक्ट, क्षम्यताम्। सो इट इज, इफ इट इज ते कुर्वन्ति देन दे ऑल डू, भवन्तः कुर्वन्ति यू ऑल डू। उत्तमम्। अग्रिमम्। ते चिन्वन्ति, दे चूज, दे ऑल चूज। उत्तमम्। होतारः जुह्वति, जुह्वति, जुह्वन्ति नास्ति तत्र, जुह्वति एव अस्ति, जुह्वति, ओके, आई फॉरगॉट द मीनिंग ऑफ जुह्वति, सैक्रिफाइस। होतारः इज, होता इज द पर्सन हु डज द होमा, नो, सो द पर्सन हु डज द होमा, सो होतारः इज द वन हु इज डूइंग द सैक्रिफाइस, सो ऑल द sacrificers sacrifice, okay, eta hindi mein bhi hota bolte hai na, hindi mein bhi hota hi bolte hai na, ha, hota hi bolte hai, hota hi bolte hai, to hota raha over here is the bahuvachanam, bhavantyo kriditah, nahi tatra तत्र एताः, एताः क्रीणन्ति, सोरि सोरि, एताः क्रीणन्ति, यु वाट्, एताः क्रीणन्ति, सोरि सोरि, यु ऑल, अत्र यु आल् नास्ति, अत्र यु आल् नास्ति, एताः, सा, ते, ताः, एषा, एते, एताः, सो दे आल् फीमेल्, ओके, बाय, ओके दे आल् फिमेल् बै भवत्यः शक्नुवन्ति you all can do it ha female can do female. It uttama okay. ete praapnuvanti these praapnuvanti got these all got can't understand what but why ete prapnuvanti so obtain that ete is who sah tau te eshah etau ete these all these all males or females males okay prapnuvanti obtain or obtain these all male obtain okay and how do you know that it is bahuvachanam because it is prapnuvanti okay दातारः ददति डोनर्स् गिव् उत्तमं काः गृह्णन्ति हु आल् होल्ड् हु आल् केच् ओके होल्ड् ओर् केच् गृह्णन्ति हु आल् केच् एण्ड् ओवर् हियर् हु आल् फीमेल् okay it is kaha otherwise should have been k okay kaha grhanante who all hold mitrani shrunvante friends listen ke rudanti who male cries ete badanti these all tied males or females females ete saha taute if it was females it would have been etaha sa etaha isn't it avagatam aam bhagini astu vijay kumar mahoday dvivachana prayogah इति पठतु अर्थमपि वदतु महोदय कौ पठित्वा अर्थं वदतु कौ जानीतः महोदय अर्थमपि वदतु अर्थमपि वदतु उच्चैः वदतु अर्थमपि वदतु कौ जानीतः हू नोस् हा हू बोथ् नो okay who both know because cow asti kila okay tau kurta hai you no tau you both they both kurta you both is you warm to do ha so both they both they both do te chinut hai te is te ta te tani te they so te ha they but males or females or things vachan lingam kim bahuvachane ha bahuvachanam lingam kim अत्र बहुवचनं नास्ति महोदय अत्र बहुवचनं नास्ति द्विवचनप्रयोगः अस्ति So over here, if it is Dvivachanam and if it is Te, then what is the Lingam? Sa Te Taha. Sa Te Taha. Naiva, Trilinge Asti. Trilinge Asti. Athava, Athava, Tat Te Tani. Or you can even say, you can say even neutral. Two females, two females choose or two things choose. It can be that also. Since we don't know the context over here, te chinutaha, it could be that also. But here, choosing usually things cannot do, so. Okay. Hotaro jukyataha. जुहुतः अत्र व नास्ति अत्र जुहु जुह्वति तत्र आसीत् परन्तु इदानीं नास्ति बहुवचने जुह्वति अस्ति परन्तु द्विवचने जुहुतः एव होतारो दातारो होतारो होतारो मीन्स इट्स हैपेंड नो नो होता इज द वन हु इज डूइंग द सैक्रिफाइस होमा एटसेट्रा सो होतारव हाँ होतारव इज टू सैक्रिफाइजर्स सैक्रिफाइस जुहुतः ओके देन भवत्यो क्रीणितः भवत्यो लेडीज टू लेडीज इतः क्रीणितः यू बोथ लेडीज देन हेतो शक एकः निमिषः तत्र अर्थम् उक्तवान् किं भवत्या क्रीणितः क्रीणितः इत्युक्ते किं टु बाय टु बाय सो देव भवत्या यु बोथ लेडीज बाय देन एतो शक्नुतः एतो इज यु बोथ These both. These both. Shaknuta means doubt. No. It is not. It is can. Can. Oh, can. It's possible for both. For these both. For these both. Mitre prapnuta hai. These friends. How many friends? Two. Two friends. Praptuta means to get. Uttamam. Then dataroho dantaha. Dataro dattaha. Dattaha. These two give donors. To give. Two donors give. These two, otherwise it should have been etau. दातारौ अथवा तौ दातारौ दत्तः उभय दातारौ दत्तः टु डोनर्स् गिव् उत्तमम् अग्रिमम् मित्रे गृह्णीतः उत्तमं मित्रे गृह्णीतः मीन्स् फ्रेण्ड् Friends. How many friends? Many friends. Kimartham many friends? Dvivachana prayogah asti mahode. Mitram mitre mitrani. Mitram mitre mitrani. Two friends. Then cow. Two friends. Do what? Grinita means hold, catch. Catch. Okay. Adjusted. Mahoday, kinchit uchchahi vadatu kripaya. Haan, bakni. Two friends hold. Cow shunutah. Cow shunutah. Uttamam. Cow is you both. Who both? Who both? Cow. Cow. Kah, cow, ke. Two females. No. Who? Over here it is a question mark. See, the question mark is there over there. Tatra prashna chinnah asti. Oh, I didn't care. I didn't see that. So, cow. Otherwise it would have been tau. Isn't it? So, who? Shunita, who listen? Who both? Listen. Okay. Then, Biru Ruditaha. Okay. Bhiru over there. Bhiru, who is one who is afraid. Okay. One who is afraid. So, over here, Bhiru Ruditaha. So, Dvivachane. Two fearful people. Two fearful people cry. Cry. Okay. Then, etau bat nitaha. These two. Because etau. Otherwise, it would have been tau. Those two. Uttamam. उत्तमं धन्यवादः महोदय कविता भगिनी एकवचनप्रयोगः करोतु अर्थमपि वदतु उच्चैः वदतु कृपया एकवचनप्रयोगः कः जानाति हू नोस् का करोति हू डस् भवान् चिनोति भवान् चिनोति हि चुनोति चिनोति हा चि धातोः चूस् अच्छा चूस् भवान् हि चूसेस् यू चूस् भवान् इस् यू आप् है ना यू चूस् होता जुहोति दहोता दहो जुहोति द सैक्रिफाइस The sacrificer does the sacrifice. Uttamam. Eshah krinati. Eshah. Krinati. Krinati. Eshah krinati. Krinati. Eshah. These kimartham? Eka vachana prayoga hasti. This. Na? This krinati is to buy. Male or female or thing? Male. He buys. This male buys. This male buys. Esha shaknoti. This female shaknoti. Shaknoti? Can. It's can. Possible for this person. This female can. Mitram prapnoti. Friends obtain. Friends, S asti tatra? Oh, friend. One, ek vachanam, isliye. Data, dadati, the donor gives. Saha, grinnati. Saha, grinnati. He takes. Holds. Grinnati, holds. He holds. Sa, shunoti. She, listens, shrunoti. She listens. Bhiruhu roditi. The timid one cries. Uttamam. Eshaha badnati. Eshaha. He badnati. Binds. उत्तमम् अस्तु अग्रे अभ्यासः इति दत्तः अस्ति तम् अभ्यासं पठतु एतत् एतत् एतत् चित्रं पश्यत चित्रे के किं कुर्वन्ति इति यथोदाहरणं वाक्यानि लिखत अर्थं वदतु किं करणीयम् एतत् चित्रं पश्यत् सी दिस् पिक्चर् in this picture what is being done. Who all are doing what? किं कुर्वन्ति, हु आल् आर् डूङ्ग् वाट्, उसका उदाहरणं देते हुए वाक्य लिखो. उत्तमम्. अस्तु. यथा यथा धेनवः चरन्ति. धेनवः चरन्ति. धेनवः चरन्ति इत्युक्ते किम्? धेनवः गाये चरति है. गाये उदर बहुवचने अस्ति. गाये घास खा रही है. अस्तु, इदानीं वदतु के किं किं कुर्वन्ति इति वदतु. क्रीडन्ति, क्रीडति. चैल्ड् क्रीडति. कः क्रीडति? एकः एव बालकः अस्ति किं तत्र? एकः बालकः नास्ति तत्र. पश्यतु कितने बच्चे दिख रहे हैं. दो तीन. अनेकाः. हाँ, अनेकाः. हाँ, so it becomes बालकाः क्रीडन्ति. बालकाः क्रीडन्ति. अनेके अस्तु, अनेकाः नास्ति तत्र. अनेके अनेके बालकाः क्रीडन्ति. उत्तमम्. अग्रिमं करोतु. अन्यत् किं दृश्यते? वृक्षाः सन्ति. अच्छा, एकनिमिष. तत्र द्वौ बालकौ एव दृश्यते किल? तर्हि द्वौ बालकौ वदतु. टु बाय्स् प्ले इति वदतु. बालकौ क्रीडितः. क्रीडतः. क्रीडति, क्रीडतः. तत्र अपवादः नास्ति. द्वौ बालकौ क्रीडतः. क्रीडतः, क्रीडतः. वृक्षाः सन्ति. वृक्षाः सन्ति. वृक्षाः सन्ति. उत्तमम्. द्वौ एव. द्वौ, इफ् ओन्लि टु आर् दे देन्? द्वौ वृक्षौ सन्ति. सन्ति नैव, स्तः. स्तः अस्ति, स्तः सन्ति. अस्तु, एकः देवालयः अस्ति. उत्तमम्, उत्तमं भगिनि. धन्यवादः. विजयकुमार् महोदय, के किं कुर्वन्ति इति वदतु. उच्चैः वदतु, उच्चैः वदतु, चित्रं दृष्ट्वा. आं भगिनि, विच् वन्? शी हेस् टोल्ड् प्लेस्, मन्दिरं बोल् दिया, पेड् बोल् दिया. तत्र तत्र हा वदतु, वदतु. पशवः सन्ति किल? शुनकः. एकः शुनकः चरति अपि वक्तुं शक्नुमः. एकः शुनकः. द्वौ अस्ति, द्वौ स्तः चेत्? शुनकौ. शुनकौ शुनकौ चरतः. उत्तमं, चरतः. उत्तमम्. अग्रे ये तो बोल दिया ना तुमने. अच्छा अच्छा, बालकः. आङ्ग्लभाषायां वदतु, आङ्ग्लभाषायां वदतु किमपि. टेल् मी इन् द इङ्ग्लिश् लेङ्ग्वेज् देन् वील् डु द ट्रान्स्लेशन्. दीस् त्री मेन्स् टाक्. इदानीं संस्कृते वदतु. एते बालका. उच्चैः वदतु. एते नारा युवकाः एते युवकाः वदन्ति वदन्ति उत्तमम् एते युवकाः वदन्ति अग्रे एतौ बालिकानि स्त्री महिलायाः महिलायाः नास्ति महिला महिले महिलाः कति सन्ति कति सन्ति तत्र लेडीस् हा टू लेडीस् तर्हि द्वे द्वे महिला द्वे महिलौ महिले महिला महिले महिलाः अथवा स्त्रियौ अथवा स्त्रियौ स्त्री स्त्रियौ स्त्रियः तर्हि द्वे सन्ति द्वे स्तः तदर्थं द्वे स्त्रियौ अथवा महिले स्तः किं कुर्वन्ति किं कुर्वन्ति वदतः उत्तमं वदतः विवचने अस्ति तदर्थं अपि च आङ्ग्लभाषायां वदतु देट् बाय् वेन् द टू लेडीस् आर् टाकिङ्ग् देट् बाय् इस् लिस्निङ्ग् रैट् सो देट् बाय् लिसन्स् इति वदतु देट् चैल्ड् ओर् देट् बाय् श्रोति शृणोति बालकः शृणोति सा किमर्थं तत्र तु पुंलिङ्गे एव बाय् एव दृश्यते तत्र तर्हि सः सः बालकः शृणोति उत्तमं धन्यवादः महोदय विजय सङ्की महोदय वदतु आं भगिनि I think everything is covered. Naiva, naiva. Tatra, there is one couple under the tree. Then there are some men behind under the tree near the children. They are talking. Yes. तौ युवकौ वार्तालापं कुर्मः अहा द्विवचनप्रयोगः यथा तौ कुरुतः सो तौ वार्तालापं कुरुतः द्विवचने अस्ति किल करोति पुरुतः कुर्वन्ति तौ तौ युवकः वार्तालापं कुरुतः तौ युवकौ वार्तालापं तौ युवकौ वार्तालापं कुरुतः अपि च अस्तु अहं वदामि आङ्ग्लभाषायां अस्यूम् दट् द बाय्स् आर् रन्निङ्ग् से टू बाय्स् रन् दोस् टू बाय्स् रन् एतौ बालकौ दीस् टु बाय्स् चिन्ता नास्ति दीस् टु बाय्स् धावति नो धावतः सोरि उत्तमं धावतः अस्तु तत्र एका महिला शी स्टैंडिंग शी स्टैंड सो से वन लेडी स्टैंड stands in Sanskrit. Tishthati. Tishthati. Sa tishthati. Sa tishthati. Dvivachane vadatu. Te tishthatah. Bahuvachane. Taha tishthanti. Uttamam. Tatra अनेके शुनकाः सन्ति चेत् वदतु सोरि अनेके डॉग्स इफ देयर आर मेनी डॉग्स इफ देयर आर मेनी डॉग्स रनिंग देन अनेके शुनकानि धावन्ति शुनकाः शुनकानि नास्ति तत्र लिङ्गम् अस्ति किल शुनकाः अस्तु अवगतमिति मन्ये इदानीं चत्वारिंशत्तमं पुटम् उद्घाटयतु भवान् एव आरम्भं करोतु एतस्य कोष्ठकस्य साहाय्येन यथोदाहरणं पञ्चदशवाक्यानि वदत महोदय एकः निमिषः एतस्य कोष्ठकस्य तत्र विभक्तिः का षष्ठी उत्तमम् अस्तु करोतु उदाहरणं दृष्ट्वा करोतु सारथिः चालयति सारथिः या सारथिः सारथिः सा तत्र दोषः अस्ति टङ्कनस्य दोषः अस्ति टैपिङ्ग् एरर् सारथिः चालयति सारथी चलयतः सारथयः चालयन्ति मुनिः चालयति जपति मुनिः जपति मुनी जपतः मुनयः जपन्ति अर्थमपि वदतु महोदय बोल दिया कविता भगिनी ने चलेगा तो हम लोग हिंदी में ही बात करते हैं बहुत अच्छा रहेगा अच्छा हिंदी में बात कर सकते हैं उसमें कोई प्रॉब्लम नहीं है लेकिन जो रिकॉर्डिंग होता है तो लोग सुनते हैं तो उधर थोड़ा तकलीफ हो जाता है मैं सुनने वाले भी हम ही होते हैं कि और कोई भी सुनता है सुनते हैं लोग सुनते हैं अच्छा तो उनको अगर हिंदी नहीं आती होगी तो उनको प्रॉब्लम हाँ तो प्रॉब्लम और कुछ इसलिए पूरा सेशन हिंदी में नहीं कर सकते इसलिए पूरा सेशन हिंदी में नहीं कर सकते अच्छा ठीक सुनते कोई मतलब ऐसा नहीं है कि हर बार सुनते हैं कोई कभी सुन लेता है तो इसलिए इंग्लिश में ही करना एक्चुअली संस्कृतम में ही करना चाहिए लेकिन बिगनर्स के लिए तकलीफ है और बोलने का भी मुझे भी इजी हो जाता है मुझे भी इंग्लिश में बोलना थोड़ा इजी हो जाता है गलत बात है सत्यम वदामि चेत संस्कृते एव करणीयम परंतु किंचित तत्र छात्राणां कृते अपि क्लेशः मम कृते अपि किञ्चित् क्लेशः यतोहि तत्र अभ्यासः आवश्यकः इदानीम् अग्रिमं पठतु हा अर्थं वदतु अर्थं कविता भगिनी उक्तवती अग्रिमं करोतु शत्रुः विनश्यति अहं विनश्यति इति वक्तुं शक्नुमः, परन्तु अत्र तु असूयति, असूयति, असूयति इत्युक्ते किम्? असूयति इस् जेलिस्, शत्रुः एनिमी इस् जेलिस्, शत्रु असूयतः, असूयतः शत्रवः असूयन्ति. Two enemies are jealous. Many enemies are jealous. Yes. धन्यवादः महोदय, धन्यवादः. कविता भगिनी अग्रिमं करोतु. आं भगिनि. इन्द्रियम् इन्द्रियं हरति, इन्द्रिये हरतः, उच्चैः वदतु भगिनी, उच्चैः वदतु किञ्चित्, न श्रुतम्. मेनि इन्द्रियास् किड्नाप्, ओवर् हियर् नाट् किड्नाप्ड्, तत्र किड्नाप्, टु इन्द्रियास्, ओवर् हियर् बिकास् इट् इस् इट् इस् इन्द्रिया एण्ड् इट् इस् द सेन्सेस्, किड्नाप् किड्नाप् और् गेट् लास्ट् दट् वे द मीनिङ्ग् ओवर् हियर् इस् that you lose control over here. Indriya, because the sense is, no? Indriyam harati, that means, I have lost control like that. Uttamam, agrimam karotu? Aam bhagni. Dushtaha vinashyati, dushtau vinashyataha, dushtaha vinashyanti. One dushta gets destroyed, two dushtas gets destroyed, many dushtas gets destroyed. उत्तमं, धन्यवादः भगिनि, धन्यवादः. विजयकुमार् महोदय करोतु. आं भगिनि, आं भगिनि. त्वं मोहयसि युवा मोहयतः, यूयं मोहयतः, त्वं यू गेट् अट्राक्टेड्, यु बोत् मोहयसि, यु केन् से अट्राक्टेड् आल्सो, or you can say get deluded. When you get attracted, you get deluded. Okay. Of course. You all. You all. You all. Get deluded. You both and you all. Agree. Ashvah Davati. Ashvau Davatah. अश्वाः धावन्ति. वन् हार्स् यु रैड् वन् हार्स् नो धावति इस् रन् वन् हार्स् रन् टु हार्स् रन् मेनि हार्स् रन् मेनि हार्स् इस् रन् उत्तमम् अस्तु. इदानीं तत्र भवान् एव आरम्भं करोतु. यशोदा कृष्ण, यशोदा कृष्णः. ओके. एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च. अर्थं वदतु वाक्यस्य, प्रश्नस्य अर्थं वदतु. बिलो सम्भाषणम् इस् सेण्टेन्सेस् कन्वर्सेशन्. रीड् औट् अवगच्छत देन् आफ्टर् अवगच्छत च इस् अण्डर्स्टाण्ड् आल्सो. Okay, I understand that. Okay. Understand also. Yeah, so read loudly and pathata api cha avagachhata tayoho kim tat lakara lakarav lot lakara lot lakara uttama idani pathatu. Yashoda, he Krishna, tvam kutra asi? Artham vadatu. He Krishna, where did you go? Go kimartham tvam kutra gachhati iti nasti tatra. Where are you? Where are you? Then Krishna, aham dwarasya prishtah asmi. Prishtatah asmi. I am in the back of the door. अग्रजः अपि अत्र अस्ति. एल्डर् ब्रदर् he's also there. उत्तमं महोदय, तत्र द्वारस्य इति शब्दस्य विभक्तिः का? षष्ठी. षष्ठी, उत्तमम्. अग्रिमं पठतु. यशोदा युवाः त्रैव. युवां, युवाः किमर्थं? सोरि, युवां तत्रैव स्तः किम्? स्तः किम् इस् वेर्. स्तः तत्रैव युवा. युवाम् इत्युक्ते किम्? चिल्ड्रन्. चिल्ड्रन्स्, टु चिल्ड्रन्स्. त्वं युवां यूयम्. त्वं युवां. ओ, यू बोत्. यु बोत् तत्रैव. तत्र एव. तत्रैव. वेर् इस् कुत्र? तत्रैव. देर् ओन्लि. देर् ओन्लि. ओके, स्तः किम्? ओके, अस्ति. स्तः सन्ति. यु बोत् आर् देर् ओन्लि, इस् इट्? ओके. Both of you are there only, is it? That is the question over there. Okay, okay. Then Krishnaha. Aam. Krishnaha. Krishna. Aam. That means yes. Aavam. Atreva. Svaha. Neena. Api. Atra. Asti. Yes. Aavam. We all. वयं, वि आल्. आवां, बोथ् आफ् अस्. बोथ् आफ् अस् आर् हियर्. नीला आल्सो देर्. इस् देर्. इस् हियर्. अत्र एव. अत्र अस्ति. इस् हियर्. अग्रिमं पठतु. उच्चैः पठतु महोदय, किञ्चित् क्लेशः एव भवति. इदानीं न श्रूयते. यशोदा यूयं चोराः स्तः. किम् अस्ति तव हस्ते? स्त. यूयं चोराः स्त. यूयं मीन्स् यु आल्. चोराः स्तः. यूयम् इस् यु आल् न? Yes. You all are thieves. You all are thieves. Uttamam. Kim asti tava haste? What is in your hand? Navanita khadasi kim? Eating. Navanitam. Butter. Navanitam. Navanitam khadasi kim? Are you eating butter? Are you eating? Why you came to know it is you? How did you come to know? Because it is khadasi. Tvam khadasi kim. Uttamam. Uttamam. Dhanyavadaha mode. Kavita bhagini, agrimam pathatu. Krishnaha. Naiva. Uchchehi vadatu magini, nashrayate. Some problem in the net. Krishnaha. नैव अम्ब, वयं क्रीडामः. कृष्ण इस् सेयिङ्ग् नो मदर्, वयम्, अहं, वि आल् आर् प्लेयिङ्ग्. उत्तमं. वि आल् आर् प्लेयिङ्ग्. यशोदा असत्यम् असत्यं वदत. नवनीतं चोरयत खलु? सो यशोदा इस् सेयिङ्ग् असत्यं वदत. यु आर् टेलिङ्ग् अ लाय्. And you are telling means you are telling, or you cannot say over here. Vadatha. Audati vadatha. You all are telling a lie. You all are telling a lie. Uttamam. You all are telling a lie. Navanitam chorayat khalu. That are you stealing the butter? Khalu over here, are you not? You are stealing, isn't it? Like that, khalu. So, not you over here. Chorayatha. So, how many yous? Khalu. Chore. I couldn't understand. Now, chorayath, is it you are stealing, or is it you both are stealing, or you all are stealing? You all are stealing. You all are stealing, isn't it? Na, satyam vadatha. Navanitam chorayath kalu. Krishnaha, tvameva yachasi kalu. Punaha vayam kimartam chorayamaha. You only gave, isn't it? Why should Nipunaha, again, why should we steal? Steal. Yachasi tvam over there. Tvameva yachasi, because it is yachasi. Which purusha, Bhagini? Purusha ka? Madhyama purusha. Madhyama purusha. Uttamam. Agrimam patatu. Yashoda, kintu gopika vadati tvam navanitam nayasi iti. But the gopika said that you stole the butter. Over here present tense. He didn't do once. So present tense. Gopika vadati tvam navanitam nayasi iti. So gopika says that you take the butter. कृष्णः मिथ्याम्ब अग्रज पृच्छसि चेत् सत्यम् अवगच्छसि. अन्ट्रू मदर् अग्रजं पृच्छसि. द एल्डर् ब्रदर् सेस् अग्रजं पृच्छसि, देट् मी पृच्छसि, इफ् यू आस्क् द एल्डर् ब्रदर् पृच्छसि किल, अग्रजं पृच्छसि चेत् सत्यम् अवगच्छसि. इफ् यू आस्क् my elder brother, then you will know the truth. He will tell the truth. Avagachasi. He will tell the truth naiva. Avagachasi. Then you will understand. Astu. Dhanyavadaha bhagini. Avagatam kim? Kila? You have understood, right? Astu. Dhanyavada. Vijay Thanki Mohdai? Aam bhagini. यशोदा, युवां चोरौ स्तः एव किमर्थम् असत्यं कथयसि? यु बोथ् आर् थीव्स्. वै आर् यु टेलिङ्ग् लैस्? उत्तमम्. कृष्णः, नीले त्वं वदसि चेदेव अम्बा विश्वसिति. नीले, यू सेड, यू से चेत एव अम्बा विश्वयसि, विश्वसिति. नीले, यू से, इफ यू से देन आई विल नॉट, आई विल बट मदर, अम्बा मदर will trust. Will believe or will trust. Uttamam, vishvasiti. Yashoda, paryattam, aham vishvasimi, agachatha. All right. I trust you. Enough. This. Enough, okay. Enough. I trust. Come back. Agachath. How many people is she telling to come? All of you come back. All of you come back. Krishna, astu agachamah. Okay. Uttama. We are coming back. Astu. Atra stagayamah. Shanti mantra muktva. अग्रस्मिन् वर्गे कुर्मः. अग्रस्मिन् अस्तु. एकनिमिषः. शान्तिमन्त्रं जानाति किं महोदय? शान्तिमन्त्रं अत्र स्थापितवती अहं. दृश्यते किं महोदय? दृश्यते किम्? आं भगिनि. विजयशङ्कि महोदय, आं पठतु. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः शान्तिः शान्तिः अस्तु धन्यवादाः अनेके पुनर्मिलामः धन्यवादः धन्यवादः।